पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 46 युधिष्ठिर उवाच श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितं तीर्थानां तु सहस्राणि शतानि नियुतानि च सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते सर्वाणि सम्परित्यज्य कथमेकं प्रशंससि अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमं गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् किमर्थमल्पयोगेन बहुधर्मं प्रशंससि एतं मे संशयं ब्रूहि यथा दृष्टं यथा श्रुतं मार्कण्डेय उवाच अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेद् नरस्य श्रद्धधानस्य पापोपहतचेतसः अश्रद्धधानो ह्यस्युचिर्दुर्मदित्यक्तमङ्गलः एते पादगिनः सर्वे तेनेदं भाषितं मया शृणु प्रयागमाहात्म्यं यथा दृष्टं यथा श्रुतं प्रत्यक्षं च परोक्षं च यथान्यत् सम्भविष्यति यथैवान्यन्मया दृष्टं पुरा राजन्यथा श्रुतं शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् जन्मान्तरसहस्रेभ्यो योगो लभ्येदमानवैः यथा योगसहस्रेण योगो लभ्येदमानवैः यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति तेन दानेन दत्तेन योगो लभ्येदमानवैः प्रयागेदु मृदस्येदं सर्वं भवति नान्यथा प्रधानहेतुं वक्ष्यामि श्रद्धदत्सु च भारत यथा सर्वेषु भूतेषु सर्वत्रैव दुदृश्यते ब्रह्मनैवास्ति वै किञ्चित् यद्वक्तुं त्विदमुच्यते यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिरः ब्रह्मापि स्मरदे नित्यं प्रयागं तीर्थमुत्तमं तीर्थराजमनुप्राप्य नैवान्यत् किञ्चिदिच्छति को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर यथा पुण्यमपुण्यं वा तथैव कथितं मया युधिष्ठिर उवाच श्रुतं तद्यत्वया प्रोक्तं विस्मितोऽहं पुनः पुनः कथं योगेन तत्प्राप्तिस्वर्गलोकस्तु कर्मणा तदा च लभते भोगान् गां च तत्कर्मणां फलं तानि कर्माणि पृच्छामि पुनर्ह्यै प्राप्यते महिं मार्कण्डेय उवाच शृणुराजन्महाबाहो यथोक्तकर्मणामही गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः मातरं पितरं चैव यो निन्ददि नराधिप नैदेशामूर्ध्वगमनमेव माहप्रजापतिः एवं योगस्य सम्प्राप्तिस्थानं परमदुर्लभं गच्छन्ति नरकं घोरं ये नराः पापकारिणः हस्त्यश्वं गामनड्वाहं मणिमुक्तादिकाञ्चनं परोक्षं हरदे यस्तु पश्चाद्दानं प्रयच्छति न ते गच्छन्ति वैस्वर्गं दादारो यत्र भोगिनः अनेन कर्मणा युक्ताः पच्यन्ते नरके धमाः एवं योगं च धर्मं च दादारं च युधिष्ठिर यथा सत्यमसत्यं वा अस्ति नास्तीति यद्फलं निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये षट्चत्वारिंशोऽध्यायः ॐ